पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 237 श्रीरुद्र उवाच हिरण्यक हिरण्याक्षौ काश्यपेयौ महाबलौ दिदिपुत्रौ महावीर्यौ सर्वदैत्यपदी उभौ नाम्नातौ जयविजयौ श्वेतद्वीपे हरिं गदौ तस्मिन् प्रविष्टयोगीन्द्रान् सनकादीन् महाबलौ वारयामासतुर्देवि हरिसन्दर्शनोत्सुकान् तैः प्रशब्दौ महावीर्यौ द्वारपालौ सुरोत्तमौ सनकादय ऊचुः उत्सृज्य तत्पृथिव्यां च यादौ देवस्य किङ्करौ रुद्र उवाच इति शापं तयोर्दत्त्वा तत्र तस्थुर्मुनीश्वराः देवस्तमर्थं ज्ञात्वा च तानाहूय च तावपि तौ चोद्धाया ब्रवीत्तत्र भगवान् भूतभावनः भगवानुवाच कृतवन्तौ महावीर्यावपराधं महात्मनां नादिक्रमणीयमिदं भवद्भ्यां द्वारपालकौ दासत्वं सप्तजन्मानि युवां भक्तौ ममानखौ अमित्रतस्तधातॄणि जन्मानि भजदोऽपि वा रुद्र उवाच युत्युक्तौ तौ महावीर्या वब्रूदां परमेश्वरं जय विजयाहुचतुः चिरकालं महीं गन्तुं न समर्थौ स्वमानद तस्माद्वैराय जन्मानि विद्धि वाञ्जव्रजावहे देवत्वयैव निहदो प्राप्स्यावो भवदन्तिकं रुद्र उवाच इत्युक्त्वा द्वारपालौ तौ पूर्वं जादौ महाबलौ कश्यपश्य महावीर्यौ दिदिगर्भे महासुरौ हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षकनिष्ठकः उभौ तौ लोकविख्यातौ महावीर्य बलोद्धतौ अप्रमाणशिरसहिरण्याक्षो महोद्धतः उत्पाट्य बाहुसहस्रैः पृथिवीं समहीधराम् ससागरां द्वीपयुधां सर्वप्राणि समन्विताम् उत्पाट्य शिरसा कृत्वा प्रविवेशरसातलं ततो देवगणः सर्वे चुक्रुशुर्भयपीडिताः शरणं प्रययुर्देवं नारायणमनामयं तदद्भुतं ज्ञात्वा शङ्खचक्रगदाधरः वाराहरूपमस्ताय विश्वरूपं जनार्दनः अनादिमध्यान्तवपुः सर्वदेवमयो विभुः विश्वधः पाणिपचक्षुर्महादंष्ट्रो महाभुजः दंष्ट्रैकया दूतं दैत्यं जघानपरमेश्वरः संचूर्णिदमहागात्रो ममार दिदिजाधमः पदिदां धरणीं दृष्ट्वा दंष्ट्रयोद्धृत्य पूर्ववद संस्थाप्य धारयामास शेषे कूर्म वपुस्तदा तं दृष्ट्वा देवता सर्वे क्रोडरूपं महाहरिं तुष्टुवुर्मुनयश्चैव भक्तिनम्रात्ममूर्तयः देवा ऊचुः नमो यज्ञवराहाय नमस्ते शतबाहवे नमस्ते देवदेवाय नमस्ते विश्वरूपिणे नमस्तिदिस्वरूपाय सर्वयज्ञस्वरूपिणे कलाकाष्ठानिमेषाय नमस्ते कालरूपिणे भूतात्मने नमस्तुभ्य मृग्वेदवपुषे तथा सुरात्मने नमस्तुभ्यं सामवेदाय ते नमः ओङ्काराय नमस्तुभ्यं यजुर्वेदस्वरूपिणे ऋचस्वरूपिणे चैव चतुर्वेदमयाय च नमस्ते वेदवेदाङ्ग साङ्गोपाङ्गाय ते नमः गोविन्दाय नमस्तुभ्यमनादि निधनाय च नमस्ते वेदविदुषे विशिष्टैकस्वरूपिणे श्रीभूलीलाधिपतये जगत्पित्रे नमो नमः रुद्र उवाच इत्यादिस्तुतिभिस्तुत्वा देवं वाराहरूपिणम् अर्चयामासुरात्मेशं गन्धपुष्पादिभिर्हरिं समर्च्यमानस्तैर्देवैस्तेषामिष्टं वरं ददौ गन्धर्वैरप्सरोभिश्च गायमानो मुदा हरिः महर्षिभिस्तूयमानस्तत्रैवान्तरधीयत येभिस्तुत्वा नरो भक्त्या प्रादरुद्धाय भक्त्रिमान् ईप्सिताल्लभदे भूमिं चिरं सस्यफलान्वितं यदते सर्वमाख्यातं वाराह वैभवं हरैः नारसिंहं तद्धा पक्ष्ये शृणु देवि वरानने इति श्रीपाद्मे महापुराणे उत्तरखण्डे वराहावतारकथनं नाम सप्तत्रिंशदधिकद्विशततमोऽध्यायः ॐ